पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 92। कुञ्चल उवाच, कालं जरं समासाध्य निवसन्ति सुदुःखिताः, महापापैस्तु सन्दग्धा हाहाभूता विचेतनाः। तत्र कश्चित् समायातसिद्धश्चैव महायशाः, तेन पृष्टाः सुदुःखार्ता भावं तः केन दुःखिताः। स तै प्रोक्तो महाप्राज्ञः सर्वज्ञानविशारदः, तेषां ज्ञात्वा महापापं कृपां चक्रेषु पुण्यभाक्। सिद्ध उवाच, अमा सोमसमायोगे प्रयागः पुष्करश्चयः, अर्कतीर्थं तृतीयं तु वाराणसी चतुर्थका, गच्छन्तु तत्र वैयूयं चत्वारः पादकाविलाः। गङ्गां भसि यदा स्नातास्तदा मुक्ता भविष्यथ, पादकेभ्यो न सन्देहो निर्मलत्वं गमिष्यथ। आदिष्टास्तेन वै सर्वे प्रणे मुस्तं प्रयत्नदः। कालं जरा ततो जग्मुत्सत्वरं पापपीडिताः, वाराणसीं समासाद्य स्नात्वा चैव द्विजोत्तमाः, प्रयागं पुष्करं चैव अर्कतीर्थं तु सत्तम। अमा सोमं सुसम्प्राप्य जग्मुस्ते च महापुरीं, विदुरश्चन्द्रशर्मा च वेदशर्मा तृतीयकः, वैश्यो वञ्चुलकश्चैव सुरापः पापचेतनः। तस्मिन् पर्वणि सम्प्राप्ते स्नादा गङ्गां भसि द्विज, स्नानमात्रेण मुक्तास्तु गोवधाद्यैश्च किल्बिषैः। ब्रह्महत्या गुरुहत्या सुरापानादिपात्रकैः, लिप्तानि तानि तीर्थानि परिभ्रमन्ति मेदिनीं। पुष्करो अर्धतीर्थस्तु प्रयागः पापनाशनः, वाराणसी चतुर्थी तु लिप्ता पापैर्द्विजोत्तम। कृष्णत्वं पेदिरे सर्वे हंसरूपेण बभ्रमुः, सर्वेष्वेव सुतीर्थेषु स्नानं चक्रुर्द्विजोत्तमाः। कृष्णत्वं नैव गच्छेद तेषां पापेन चागतम्। सुतीर्थेषु महाराजस्नाता सर्वेषु वै पुनः, यं यं तीर्थं प्रयान्त्येद सर्वे तीर्था द्विजोत्तम। हंसरूपेण वैयान्ति तैः सार्धं तु सुदुःखिताः। भार्या पादकरूपाश्च भ्रमन्ति परितस्तथा, अष्टषष्टिसु तीर्थानि हंसरूपेण बभ्रमुः, तैः सार्धं सुमहाराजमहातीर्थैः समं पुनः। मानसं चागतास्ते च पादकाकुलमानसाः, तत्र स्नादा महाराज न जहाति च पादकः। लज्जया विष्टमनसा मानसो हंसरूपधृक, संजातकृष्णकायस्तु यं त्वं वै दृष्टवान् पुरा। रेवातीरं तदो जग्मुरुत्तरं पापनाशनं, कुब्जाया सङ्गमे तेदु सुरसिद्धनिषेविदे, स्नानमात्रेण मुक्तास्ते पापेभ्यो द्विजसत्तम। विहाय वर्णमेवैदं सुकृतं प्रतिजग्मिरे, यं यं तीर्थं प्रयान्त्येदे हंसास्नानं प्रचक्रमुः। जहसुस्ता स्त्रियो दृष्ट्वा पादकं नैव गच्छति तोयानलेन कुब्जायाः पादकं वरमेव च भस्मावशेषं संजातं तदा मृतास्तु ता स्त्रियः ब्रह्महत्या गुरोर्हत्या सुरापानागमागमाः भस्मीभूतास्तु संजाता देवाया कुब्जया हदाः तास्तु हदा महाभाग या मृतास्तु सरित्तडे अष्टषष्टिसु तीर्थानां हंसरूपेण तानि तु सार्थं हंससमायादो विद्धितं तु तुमानसम् चत्वार कृष्णहंसाश्च तेषां नामानि मे शृणु प्रयागः पुष्करश्चैव अर्कतीर्थमनुत्तमम् वाराणसी चतुर्थी च चत्वारः पापनाशनाः ब्रह्महत्याभिभूतानि चत्वारि परिबभ्रमुः तीर्थान्येतानि दुःखेन तीर्थेषु च महामदे न गदं पादकं घोरं तेषां तु भ्रमदां सुधा कुब्जाया सङ्गमे शुद्धा विमुक्ता किल्बिषात् किल तीर्थानामेव सर्वेषां पुण्यानामिह सम्मदः राजा प्रयागसंजात इन्द्रस्य पुरतः किल तावद्गर्जं तु तीर्थानि यावद्रेवा न दृश्यते ब्रह्महत्यादिपापानां विनाशाय प्रतिष्ठिता कपिला सङ्गमे पुण्ये रेवाया सङ्गमे तथा मेखनादसमायोगे तथा चैवोरुसङ्गमे महापुण्या महाधन्या रेवा सर्वत्र दुर्लभा साज ओङ्कारे भृगुक्षेत्रे नर्मदा कुब्जसङ्गमे दुःप्राप्या मानवैरेव माहिष्मत्यां सुरोत्तमैः विडम्का सङ्गमे पुण्या श्रीकण्ठे मङ्गलेश्वरे सर्वत्र दुर्लभारेव सुरपुण्यसमाकुला तीर्थमादा महादेवी अखराशिविनाशिनी उभयो कुलयोर्मध्ये यत्र तत्र सुखी नरः अश्वमेधफलं भुङ्क्ते स्नानेनैकेन मानवः एतत्ते सर्वमाख्यातं यत्त्वया परिपृच्छितम् सर्वपापापहं पुण्यं गदितं चापि शृण्वताम् एवमुक्त्वा महाप्राज्ञ तृतीयं पुत्रमब्रवीत् इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने गुरुतीर्थे चवनचरित्रे द्विनवतितमोऽध्यायः ॐ